नमस्कारः महोदय. सर्वेभ्यो नमस्कारः. गतवर्गे वयं गीतासोपनस्य प्रथम पञ्च अथवा दशपुटानां विषय यद्यद् विषयः तत्र अस्ति तत् किञ्चित् कृतवन्तः. सर्वे विषयाः तु सुलभः एव. तत्र प्रथमाविभक्तिरूपः कीदृपं कीदृशं भवति इति दृष्टवन्तः. अभ्यासपुस्तके अकारान्त अपि इकारान्त किञ्चित् दृष्टवन्तः, किन्तु अत्र विस्तररूपेण तत्र सर्वं दत्तमस्ति. मुख्यं पुट अस्ति तत्र त्रयोदशपुटे. तत्र प्रथमाविभक्ति एकवचन द्विवचन बहुवचनरूपं दत्तम् अस्ति. तत्र वयं पुनःस्मरणरूपेण एतत् कुर्मः. तत्र यदस्ति त्रयोदशकोष्टके तत्र एतत् कुर्मः. वेणुगोपाल महोदय, त्रयोदशपुटे दृष्ट्वा तद् दृष्ट्वा वायुः इति तस्य वायु इति पदस्य एकवचन बहु द्विवचन रूपाणि वदतु महोदय. किं महोदय, वेदः वेदौ वेदाः? न न, वायुः वायुः वायुः इति वायुः उकारन्त पुल्लिङ्ग वायुः. अस्तु, वायुः वायु वायु वायवः वायु. अपि गुरुः गुरुः गुरु गुरवः इति अस्ति. नरेश महोदय, तत्र इकारान्तस्त्रीलिङ्गशब्दः मतिः कीदृशं भवति? इकारान्तस्त्रीलिङ्ग मतिः मती मतयः. तिथिः तिथिः तिथि तिथयः. तत्र ईकारान्तस्त्रीलिङ्गशब्दः नदी यदस्ति अपि मतिः, तयोः मध्ये कः भेदः? मति मत्यौ मत्यः. नदी अस्ति चेत् नदी नद्यौ नद्यः इति भवति, किन्तु ह्रस्व इकारः अस्ति चेत् किं भवति? मतिः मती मतयः, तिथिः तिथि तिथयः. तत्र द्विवचने वा बहुवचने भेदः अस्ति खलु? तत्र मत्यः इति नास्ति, मती अस्ति. मती द्विवचने मती अस्ति. नदी शब्दस्य द्विवचनरूपं नद्यौ इति अस्ति. बहुवचने मतयः इति अस्ति. नदी शब्दस्य बहुवचनं नद्यः इति अस्ति. नद्यः इति अस्ति. शोभा भगिनी, तत्र उकारान्तस्त्रीलिङ्ग धेनुः शब्दः तस्य रूपं वदतु. धेनुः धेनु धेनवः. रज्जुः वदतु. रज्जुः रज्जु रज्जवः इति अस्ति उकारान्तस्त्रीलिङ्गशब्दः. इदानीं ऊकारान्तस्त्रीलिङ्गशब्दः अस्ति चेत्? ऊकारान्त अस्ति चेत् वधूः वध्वोः वध्वः, चमूः चम्वोः चम्वः. तत्र द्विवचने विसर्गः नास्ति खलु? नास्ति महोदय. अतः वधूः वध्वौ वध्वः, चमूः चम्वौ चम्वः. अत्र ह्रस्व उकारः अथवा दीर्घ उकारः स्त्रीलिङ्गे कः भेदः? द्विवचने किं भवति? धेनुशब्दस्य द्विवचनरूपं किम् अस्ति? ह्रस्वः उकारान्तः धेनुः शब्दस्य द्विवचने धेनु दीर्घ उकारः अस्ति. वधु इति शब्दस्य वध्वौ. वध्वौ इति अस्ति. तत्र क्लेशः भवितुम् अर्हति वा यदि वयं किमपि पदं पश्यामः दीर्घ उकारः अस्ति तत्र? आम् महोदय. स्त्रीलिङ्गम् इति जानीमः. तस्मिन् समये कथं निर्णेतुं शक्नुमः तत्? ह्रस्व इकार शब्द स्त्रीलिङ्गशब्दः वा अथवा वक्तुं शक्नुमः हा वचनं दृष्ट्वा समीचीनं भगिनि वचनं दृष्ट्वा यदि धेनू अस्ति किन्तु किं भवति द्वे इति खलु द्वे धेनू इति अस्ति चेत् वयं जानीमः किन्तु यदि एतत् पश्यामः नूतन अहम् एकं पदं वदामि उकारान्त पुल्लिङ्ग स्त्रीलिङ्गपदम् उकारान्त पश्यामः किमस्ति तत्र हा इदानीं तनु इति अस्ति तनु इति शब्दं स्वीकुर्मः तनु तनु हा तत्र स्त्रीलिङ्गपदम् इति जानीमः तस्मिन् समये न जानीमः स्त्रीलिङ्गपदम् अस्ति किन्तु एकवचने अस्ति वा द्विवचने अस्ति वा इति न जानीमः तस्मिन् समये किं भवति यदि एकवचने तनु अस्ति चेत् तन्वौ तन्वः हा किन्तु इदानीं तनु इति अस्ति तद् किं भवितुम् अर्हति तनु इति शब्दः तनुः शब्दस्य द्विवचनरूपं तद् एकं भवितुम् अर्हति यथा धेनुः यथा धेनुः अथवा अन्यत् किम् अस्ति अन्यत् वधूशब्दस्य हा वधूशब्दे एकवचनरूपमेव एका तनुः तद् भवितुम् अर्हति अथवा द्वे तनु हा तनु अतः वचनं जानीमश्चेत् जानीमः तद् दीर्घ उकार स्त्रीलिङ्गपदं वा अथवा ह्रस्व उकारान्त स्त्रीलिङ्गपदं वा इति समीचीनं वा आं महोदय हा किन्तु तनुः इति तत्तु ह्रस्व इकार क्षम्यताम् इकारान्तः इति उक्तवान् अहं उकारान्त ह्रस्व ह्रस्व उकारान्त अथवा दीर्घ ऊकारान्त स्त्रीलिङ्गशब्दः इति ज्ञातुं शक्नुमः तनुः इति ह्रस्व उकारान्त स्त्रीलिङ्गशब्दः अस्ति तनुः अतः तनु इति पश्यामश्चेत् वयं जानीमः तत्र द्वे तनु इति भवेत् समीचीनं भगिनि उषा भगिनी तत्र ऋकारान्त स्त्रीलिङ्गशब्दः माता इति तस्य रूपं कीदृशं भवति ऋकारान्तः स्त्रीलिङ्गशब्दः माता मातरौ मातरः तदनन्तरं स्वसा ऋकारान्त स्त्रीलिङ्गशब्दः स्वसा स्वसारौ स्वसारः हा समीचीनं भगिनि हा तत्र अस्तु हा तत्र प्रथमविभक्तौ वयं ऋकारान्त न पश्यामः हा अतः तत्र ऋकारान्त अस्ति चेत् माता इति पश्यामश्चेत् किं चिन्तयामः प्रथमतया स्त्रीलिङ्गम् इति जानीमः किन्तु माता इति पश्यामश्चेत् किं चिन्तयामः स्त्रीलिङ्गपदं माला इति अस्ति माता दीर्घ अकारान्त आकारान्त स्त्रीलिङ्गपदम् इति चिन्तयामः खलु हा माला इति चिन्तयामः माला शब्दवत् अस्ति इति किन्तु आकारान्त दीर्घ हा दीर्घ आकारान्त स्त्रीलिङ्गपदम् इति चिन्तयामः किन्तु भेदः कुत्र भवति माला माले मालाः अत्र किं भवति माता माता मातरौ मातरः हा अतः द्विवचने वयं द्विवचनरूपं पश्यामः एतत् आकारान्त स्त्रीलिङ्गपदं नास्ति इति खलु आं महोदय हा नो चेत् द्विवचने रौ मातरौ अपि बहुवचने बहुवचने मातरः मातरः इति अस्ति हा तद् दृष्ट्वा वयं जानीमः तत् आकारान्त स्त्रीलिङ्गपदं नास्ति अन्यत् पदम् अस्ति अन्ते अकारः आकारः नास्ति अन्यत् किमपि अस्ति इति जानीमः समीचीनं भगिनि हा अस्तु, वंशी सुधा भगिनी नमस्कारः. नमस्ते महोदय. तत्र इकारान्त नपुंसकलिङ्गशब्दः दधिः, दधि इति अस्ति. तत्र दधि इति पश्यामश्चेत् किं चिन्तयामः वयम्? किन्तु चिन्तयतु, न जानीमः, कोऽपि वदति दधि इति, तस्मिन् समये किं चिन्तयति भवती, कीदृशपदम्? कविः इति भवितुम् अर्हति वा? कविः इति पुल्लिङ्गे अस्ति महोदय. कविः प्रातिपदिकं किं महोदय? एकनिमिषं भगिनि, तत्र नूतनपदम् इति चिन्तयतु भगिनि. दधि इति कोऽपि वदति, भवती शृणोति दधि इति. तस्मिन् समये भवती किं चिन्तयति, एतत् पुल्लिङ्गपदं वा स्त्रीलिङ्गपदं वा किम् इति? तत् इकारान्त अन्ते इकारः अस्ति खलु, दधि. तत् इकारान्त पुल्लिङ्गशब्दः भवितुम् अर्हति वा इति? तत् पूर्वस्मिन् पदे दृष्ट्वा अहं शक्नोमि, तद् नपुंसकलिङ्गे अस्ति, पुल्लिङ्गे अस्ति महोदय. अस्तु अस्तु, सत्यं भगिनि, किन्तु दधि इति अस्ति, दधि अपि इकारान्त पुल्लिङ्गशब्द, तस्य रूपं कीदृशं भवति? कविः इति, मुनिः इति, किं कीदृशम् अस्ति तत्र? एकः भेदः अस्ति, विसर्गः अस्ति. विसर्गः समीचीनं भगिनि, तदेव अहं चिन्तितवान्. अस्तु, समीचीनं महोदय. एकः अन्यः धेनु अथवा वधूः भेदः, विसर्गः अपि अस्ति महोदय. धेनु इति द्विवचने विसर्गः नास्ति, वधूः इति प्रथम एकवचने विसर्गः अस्ति. तत् अहं जानामि कि एकवचने अस्ति या द्विवचने अस्ति. समीचीनं भगिनि, समीचीनं, सत्यं सत्यं, बहु समीचीनम् अस्ति. सत्यं भगिनि, सत्यं. केवलं दीर्घ उकारः अस्ति इति चिन्तयित्वा तत्र वचनम् अथवा विसर्गः अपि वयं दृष्ट्वा वक्तुं शक्नुमः. समीचीनं भगिनि, सत्यं सत्यं. वेणुगोपाल् महोदय, भवान् उक्तवान् खलु? भानुचित्रि महोदय, नमस्कारः. नमस्कारः महोदय, क्षम्यतां, विलम्बेन आगतं महोदय. चिन्ता मास्तु महोदय. अस्तु, तत्र वस्तु इति तस्य रूपं वदतु महोदय. तत्र एतत् वस्तु इति दृष्ट्वा एतत् पुल्लिङ्गपदं स्त्रीलिङ्गपदम् इति वक्तुं शक्नुमः वा? वस्तु पुल्लिङ्गशब्दं विसर्गः नास्ति, समीचीनं. एतत् स्त्रीलिङ्गं वा नपुंसकं लिङ्गं वा भवितुम् अर्हति, किन्तु तयोः मध्ये किम् इति? तत्र उकारान्त स्त्रीलिङ्गपदं कीदृशम् अस्ति तत्र पश्यतु, किम् अस्ति? धेनुः इति पदम् अस्ति, उकारान्त स्त्रीलिङ्गपदम्. आं महोदय, तत्र तु विसर्गः अस्ति. तत्रापि विसर्गः अस्ति. अतः एतत् उकारान्त पुल्लिङ्गशब्दः अपि न, उकारान्त स्त्रीलिङ्गपदमपि न. उकारान्त अस्ति चेत् प्रायशः नपुंसकलिङ्गपदम् इति चिन्तयितुं शक्नुमः. महोदय, तर्हि पूर्वं भवत्या यत् वक्तुं वदति तत् पुनरेकवारं वदतु महोदय. उकारान्त स्त्रीलिङ्ग धेनुः, उकारान्त पुल्लिङ्गः, तयोः अपि तत्र. समीचीनं महोदय, तत्र केवलम् एकवचनं दृष्ट्वा एकवचनरूपं तत्र किं गुरुः इति अस्ति अथवा तदनन्तरं किम् अस्ति, धेनुः, रज्जुः, वायुः इति अस्ति, तत्र कथं वयं निर्णेतुं शक्नुमः लिङ्गं किम् इति? केवलं तत्पदं दृष्ट्वा न, किन्तु तस्य विशेषणम् अस्ति अथवा तस्य विशेषणम् अस्ति चेत्. विशेषणस्य रूपं दृष्ट्वा तत् पुल्लिङ्ग वा स्त्रीलिङ्ग वा इति निर्णेतुं शक्नुमः. हा, किन्तु केवलं पदं दृष्ट्वा न किमपि न कर्तुं शक्नुमः, केवलम् एकवचनरूपं जानीमश्चेत् सन्देहः अस्ति. हा, सत्यं, समीचीनं. हा, सत्यं महोदय, तत्तु प्रश्नः समीचीनः एव. धेनुः इति कोऽपि वदति चेत् वयं चिन्तितुं शक्नुमः तत् धेनुः पुल्लिङ्ग उकारन्त पुल्लिङ्गपदम् अस्ति, हा विसर्गमपि अस्ति, अतः वयं चिन्तयितुं शक्नुमः. हा, केवलं तत् दृष्ट्वा एव अस्तु अस्तु एतत् स्त्रीलिङ्गपदम् अस्ति इति. हा, योगं दृष्ट्वा एव वदनीयं. सत्यं सत्यं सत्यं, केवलं पदं दृष्ट्वा बहुवारं न वक्तुं शक्नुमः तस्य लिङ्गं किम् इति. तस्य प्रयोगं वाक्ये किमपि पठामः, नूतनपदम् अस्ति, तत् पदं वाक्ये तस्य सम्बन्धः अन्यैः पदैः भवति, तानि अन्यानि पदानि दृष्ट्वा वयं निर्णेतुं शक्नुमः अस्तु अस्तु एतत् स्त्रीलिङ्गपदम् अस्ति अथवा पुल्लिङ्गपदम् अस्ति इति. तत्र क्रियापदं दृष्ट्वा न वक्तुं शक्नुमः खलु. क्रियापदं दृष्ट्वा वयं कर्तृपदस्य लिङ्गं वक्तुं शक्नुमः वा? न महोदय. हा, सीता गच्छति, रामः गच्छति खलु. गच्छति दृष्ट्वा वयं न जानीमः सीता वा रामः, रामः वा, हा, केवलं गच्छति इति अस्ति. हा, अतः क्रियापदस्य उपयोगः नास्ति. हा, अन्यानि पदानि द्रष्टव्यमस्ति. हा, विशेषणं तादृशः सम्बन्धः, सम्बन्धितानि पदानि दृष्ट्वा, सम्बद्धानि पदानि दृष्ट्वा वयं निर्णेतुं शक्नुमः लिङ्गः, लिङ्गं किम् इति. हा, एकः एकः अस्ति महोदय, एकः बहुवचने सर्वे अपि विसर्गः अस्ति नपुंसकलिङ्गं विहाय, द्विवचने कोऽपि शब्दः विसर्गः नास्ति इति अहं चिन्तयामि. सत्यं सत्यं. हा, यदि अन्य केवलम् एकवचनरूपं जानीमश्चेत् क्लेशः भवति, द्विवचनरूपं जानीमश्चेत् क्लेशः नास्ति. हा, भानुचित्र महोदय, भवतः प्रश्नः. महोदय, ऊचि अस्ति प्राचुर्यशब्द किमपि अस्ति तत् कः लिङ्गः इति कुत्र उकारान्त एकं सूचि तत्र मम समीपे तादृश सूची नास्ति महोदय. हा, केवलं हा तत् किम् अस्ति शब्दकोशे दृष्ट्वा पदस्य किं किम् अस्ति इति तत्र दत्तं भवति, एतत् पुल्लिङ्गपदं वा स्त्रीलिङ्गपदं वा नपुंसकलिङ्गं पदं वा इति, अथवा किमपि प्रयोगं दृष्ट्वा वयं निर्णेतुं शक्नुमः, नो चेत् हा क्लेशः अस्ति एव. अस्तु, इदानीं वयम् अस्माकं गृहपाठः तद् गृहपाठं पश्यामः. तत्र गृहपाठः आसीत् सप्तदशपुटे इति मन्ये, अभ्यासद्वयम्. अस्तु, तत्र नरेश महोदय तत्र आरम्भं करोति वा? आम् महोदय. उचितशब्दयोः संयोजनेन वाक्यं रचयत, यथा त्वं सुभद्रा, भवान् भ्रातरौ, वयं शिक्षकाः. शिक्षकाः, समीचीनं महोदय. युवां शिष्यौ, युवां शिष्यौ, अस्तु. अहं सैनिकः, भवान् पार्थः, भवान् पार्थः अस्तु हा यूयं गोपिकाः भवन्तः आचार्याः आचार्याः समीचीनं तत्र सर्वे अवगच्छन्ति वा तत्र कोऽपि प्रश्नः अस्ति वा तस्मिन् अभ्यासे महोदय प्रथमा त्वम् अस्ति त्वं त्रीणि शब्दानि सन्ति महोदय त्वं सुभद्रा त्वं पार्थः त्वं सैनिकः त्रीणि शब्दानि वक्तुं शक्यते न महोदय सत्यं भगिनि सत्यं तत्र द्वितीयमपि आवां शिष्यौ आवां भ्रातारौ भ्रातरौ इति द्वयोः अपि सत्यं तत्र विषयः कः इत्युक्ते वचनम् इति खलु यद्वचनं प्रथमपदस्य तदेव वचनं द्वितीयपदस्य अपि भवितव्यं तावदेव खलु तावदेव अस्ति अस्तु अग्रे वेणुगोपाल् महोदय अग्रिम अभ्यासं पठति वा तत्र ओ अस्तु उषा भगिनी पठति वा तत्र आं महोदय कोष्टके विद्यमानानां रूपाणां साहाय्येन रिक्तस्थानं पूरयत अहम् आवां वयं भवान् भवान् भवन्तौ भवन्तः त्वम् इवां यूयं भवती भवत्यौ भवत्यः जिज्ञासुः कविः गुरुः लेखिका युवती गायिका आचार्यः सखी मित्रं यथा अहं जिज्ञासुः आवां जिज्ञासु वयं जिज्ञासवः वयं जिज्ञासवः समीचीनं भवती गायिका भवत्यौ गायिके भवत्यः गायिकाः समीचीनं भगिनि अन्यदपि करोतु भवान् आचार्यः भवन्तौ आचार्यौ भवन्तः आचार्याः त्वं युवती युवां युवत्यौ यूयं युवत्यः समीचीनं भगिनि अस्तु शोभा भगिनि तदेव अभ्यासः किन्तु अन्यत् पदं चित्वा वक्तुं शक्नोति वा तत्र अहम् उपयोगं कृत्वा अहम् अथवा भवान् इति यद्यद् यदुचितं तद् वदतु अहं जिज्ञासुः आवां जिज्ञासु वयं जिज्ञासवः अहं गायिका आवां गायिके वयं गायिकाः अहम् आचार्यः आवाम् आचार्यौ वयम् आचार्याः अहं युवती आवां युवत्यौ वयं युवत्यः समीचीनं भगिनि वंशीसुधा भगिनी तदेव अभ्यासः अन्यत् किमपि चित्वा वक्तुं शक्नोति वा तत्र अहं भवान् अथवा सः लेखिका वयं किं किं कृतवन्तः सः अपि जानीमः एषः एषः अथवा सः एषा इति अन्ये पदम् अहं लेखिका या युवती अहं वक्तुं शक्नोमि महोदय जिज्ञासु कवि इति कोष्टके अस्ति न महोदय तत् करोतु भगिनि अस्तु भवती लेखिका भवत्यौ लेखिके भवत्यः लेखिकाः आचार्यः अहं मित्रं इच्छामि त्वं मित्रं युवां मित्रे यूयं मित्रं मित्राः मित्रम् इति मित्रे मित्राणि क्षण्यं त्वं मित्रं त्वं मित्रे यूयं मित्राणि मित्राणि युवां मित्रे यूयं मित्र युवां मित्रे, यूयं मित्राणि. हा समीचीनं भगिनि. हा अन्यदपि करोतु तत्र. हा अहं कविः इति स्वीकरोमि. भवान् कविः, भवन्तौ कवी, कवी भवन्तः कवयः. हा समीचीनं भगिनि. हा अस्तु नरेश महोदय. हा महोदय. भवान् भवान् गुरुः, भवन्तौ गुरुः, भवन्तः गुरवः, भवती सखी, भवत्यौ सख्यौ, भवत्यः सख्यः. हा समीचीनं महोदय. हा अन्यदपि करोति वा एकम् अन्यत्? आम् त्वं गायिका, युवां गायिके, यूयं गायिकाः. हा समीचीनं महोदय. हा अस्तु बानचेतनी महोदय. अहं सैनिकः आवां सैनिकौ, वयं सैनिकाः. तादृश अन्यद्वयं महोदय. आं महोदय. त्वं माला, युवां माले, यूयं मालाः. अहं दधि, आवां दधिनी, वयं दधिनी. अस्तु महोदय. हा समीचीनम् अस्तु. हा इदानीम् अस्तु पश्यामः. हा उषा भगिनी, तत्र अधोभागे यत् अस्ति तद् पठति वा, महात्मानः इति. आम् आं महोदय. महात्मानः गीताविषये एवं वदन्ति. यथा अहं जानामि, विश्वसाहित्यसङ्ग्रहे कोऽपि तादृशः अन्यः ग्रन्थः नास्ति यः भगवद्गीता इव सर्वश्रेष्ठः स्यात्. अयं धर्मनिधिः ग्रन्थः न केवलं हिन्दूनां कृते अपि तु समस्तमानवजातये अस्ति. मदनमोहन माली मालवीयः. मालवीयः. हा सत्यं समीचीनं भगिनि. हा अस्तु इदानीं तत्र नरेश महोदय, तत्र महात्मानः गीताविषये एवं वदन्ति, हा तत्र किमस्ति? गीताविषये महात्मन् किं वदन्ति अत्र दत्तवान्. हा समीचीनं महोदय. हा महात्मा मदनमोहन मालवीयः वदति तत्र वदति अत्र. अस्तु तत्र गीताविषये, तत्र कस्मिन् विषये किं वदति, कस्मिन् विषये इति प्रश्नः भवति. कस्मिन् विषये भवती चर्चितुम् इच्छति, भवान् चर्चितुम् इच्छति इति. अतः अत्र गीताविषये किमपि मदनमोहन मालवीयः उक्तवान् महात्मानः इति. महात्मानः इति महात्मानः इति पदस्य वचनं कोऽपि वदति वा? महात्मानः न केवलं वचनं किम् इति. महात्मानः महात्मा केवलं तद् दृष्ट्वा, अन्यत् किमपि न द्रष्टव्यम्. केवलं तद् वाक्यं दृष्ट्वा एव वक्तव्यम्. अस्तु, वदन्ति इति अस्ति खलु, वदन्ति इति अस्ति, महात्मानः एवं वदन्ति. अतः क्रियापदं बहुवचने अस्ति, अतः कर्तृपदं महात्मानः अपि बहुवचनरूपं. तत्र महात्मा इति जानीमः खलु, तत्र महात्मा, महात्मानौ, महात्मानः इति नकारान्त पुल्लिङ्गशब्दः अस्ति. एतत् गीतासोपाने द्वितीयभागे पश्यामः, हलन्तशब्दः अस्ति, किन्तु महात्मानः इति तद् अस्तु, तत्र बहुवचने अस्ति. अस्तु, इदानीं यद् मदनमोहनमालवीयः उक्तवान् तत् पश्यामः. यथा अहं जानामि, यथा इति इत्युक्ते किं, वयम् अभ्यासपुस्तके दृष्टवन्तः खलु, यथा तथा इति, तत्रापि तादृश अर्थः अस्ति, किन्तु अग्रे पश्यामः. अहं जानामि, अहं जानामि सर्वे अवगच्छामः, किन्तु अत्र अस्ति यथा अहं जानामि. अतः किम् अस्ति तत्र, as I understand, samichinam, as far as I know, as I understand, samichinam bhagini, vishva sahitya sangrahe, vishva ityukte kim, jagat world, vishva sahitya, sahitya ityukte प्रोज़ अस्ति, पोयट्री अपि अस्ति, लिटरेचर्, विश्वसाहित्य, विश्व अस्ति, साहित्य अस्ति, सङ्ग्रहः अस्ति, सङ्ग्रहः, सङ्ग्रहः इत्युक्ते कलेक्षन्, विश्वसाहित्यसङ्ग्रहे. अतः किं भवति तत्र, यत् विश्वे यत् किमपि लिखितमस्ति, लिटरेचर् तादृश यत् किमपि काव्यं वा किमपि पुस्तकं यत् किमपि अस्ति, तत् सर्वं सङ्गृहीत्वा पश्यामश्चेत् सत् तत् सङ्ग्रहः, विश्वसाहित्यसङ्ग्रहः. केवलं संस्कृते न, कन्नडाभाषायां न, आङ्ग्लभाषायां न, ग्रीक् भाषायां न, सर्वं सर्वासु भाषासु यत् यद्यद् लिखितमस्ति तत् सर्वं सङ्गृह्णामश्चेत् तत् सङ्ग्रहे कोऽपि तादृशः, तादृशः इति अभ्यासपुस्तके दृष्टवन्तः खलु, तादृशी पाञ्चालिका, तादृशः मनुष्यः, एतादृशः, एतादृशं पुस्तकम् इति, तादृशः अन्यः ग्रन्थः नास्ति. अन्यः ग्रन्थः, तादृशः अन्यः ग्रन्थः नास्ति यः, वयम् अभ्यासपुस्तके अपि दृष्टवन्तः खलु यः सः इति, अत्र यः भगवद्गीता इव सर्वश्रेष्ठः स्यात्. भगवद्गीता इव सर्वश्रेष्ठः ग्रन्थः, अन्य कोऽपि अस्ति इति प्रश्न कोऽपि पृच्छति चेत् भगवद्गीता इव सर्वश्रेष्ठः ग्रन्थः अन्य कोऽपि अस्ति वा इति कोऽपि पृच्छति चेत् उत्तरं किं भवति, न इति मदनमोहनमालवीयः वदति. भगवद्गीता इव अन्य कोऽपि ग्रन्थः नास्ति, सर्वश्रेष्ठः या सर्वश्रेष्ठः स्यात्. कुत्र, विश्वसाहित्यसङ्ग्रहे, भारतदेशे, केवलं भारतदेशे न, किन्तु अन्यदेशे अपि गच्छतु, तत्रापि एतादृशः सर्वश्रेष्ठः ग्रन्थः न लभ्यते इति सः मन्यते. अयं धर्मनिधिः ग्रन्थः, तत्र अन्यत्, तत्र यः यः विच् इति और् हू पुल्लिङ्गे अस्ति इति कृत्वा हू किन्तु विच् आङ्ग्लभाषायां विच् इति विच् इस् लैक् भगवद्गीता देर् इस् नो अदर् वर्क् लैक् भगवद्गीता विच् इस् सर्वश्रेष्ठः विच् इस् पाप्युलर् और् विच् इस् वेल् नोन् इति अयं धर्मनिधिः ग्रन्थः तत्र धर्मनिधिः अस्ति ग्रन्थः अस्ति तत्र सम्बन्धः कः विशेषणविशेष्य ग्रन्थः इति विशेष्यं धर्मनिधिः इति विशेषणं नौन् अण्ड् अब्जेक्टिव् इति यद् वदामः ग्रन्थः विशेष्यम् अब्जेक्टिव् धर्मनिधिः इति विशेषणं न केवलं धर्मनिधिः इत्युक्ते किं धर्मम् अस्ति धर्मः अस्ति निधिः अस्ति निधिः इत्युक्ते किं वेल्त् अत्र धर्मनिधिः ट्रेजर् आफ् धर्म ट्रेजर् आफ् धर्म एषः ग्रन्थः धर्मनिधिः अस्ति इट्स् अ ट्रेजर् आफ् धर्म अयम् इति तद् अयम् इति तदपि नपुंसकलिङ्ग न क्षम्यताम् अयम् इति तद् मकारान्तपुल्लिङ्ग इदं शब्दः इदं शब्दः तत्र 200 पुटसिङ्ख द्विशतपुटे अस्ति तत् मकारान्तपुल्लिङ्ग इदं शब्दः अयम् इमौ इमे इति इमान् अनेन इति तत् तदस्ति तत्र अयम् इति पुल्लिङ्गे अस्ति अयं धर्मनिधिः ग्रन्थः एषः इति वदामः किन्तु एतद् एषः इति इव किन्तु अयम् इति नूतनरूपम् अयं धर्मनिधिग्रन्थः न केवलं हिन्दूनां कृते अपि तु समस्तमानवजातये अस्ति केवलं हिन्दूनां कृते एव एतद् ग्रन्थः धर्मनिधिः नास्ति किन्तु समस्तमानवजातये अस्ति इति अतः एतत् विश्व अतः एव विश्वसाहित्यसङ्ग्रहं तत्र स्वीकृतम् अस्ति केवलं हिन्दूनां साहित्यसङ्ग्रहं नास्ति किन्तु एतत् प्रसिद्धः लोके केवलं भारतदेशे इति न सर्वत्र एषः ग्रन्थः प्रसिद्धः भगवद्गीता इति प्रसिद्धग्रन्थः अस्ति इति तत्र प्रश्नः अस्ति वा महोदय समस्तमानवजातये इत्युक्ते अर्थं समस्तमानवजाति इति अस्ति तत्र समस्तमानवजाति द होल् इति होल् आफ् मेन्कैण्ड् केवलं हिन्दूनां कृते न केवलं हिन्दूनां कृते एषः धर्मनिधिग्रन्थः न सो इट् इस् नाट् जस्ट् फार् हिन्दूस् केवलम् ओन्ली फार् जस्ट् फार् इति बट् अपि तु बट् इन् बट् एक्चुलि फार् समस्तमानवजातये अस्ति it's for all of mankind iti samasta manava jataye pratipadikam kim asti I mean pratyaya kim asti samasta padam eva manava jati manava jati jati saptame vibhakti jataye dhanyavad ha mahoday universal सत्यं हा यूनिवर्सल् यूनिवर्सल् इति वक्तुं शक्नुमः समीच सत्यं महोदय यत् विश्वप्रसिद्धः तद् यूनिवर्सल् इति तस्य पदस्य चिन्तनीयमस्ति महोदय जानामि इति मन्ये किन्तु मनसि इदानीं न आगच्छति स्मृत्वा वदामि अस्ति अस्ति तु पदं तु अस्ति किं यूनिवर्सल् इति संस्कृते कथं वदामः? सार्वत्रिक महोदय. सार्वत्रिक वा? अस्तु, हा, तत् समीचीनम् इति मन्ये महोदय. सार्वत्रिक, हा, तत् अन्यत् पदमपि अस्ति इति चिन्तयामि, किन्तु न स्मरामि इति कृत्वा. अस्तु, अस्तु, हा, अस्तु, इदानीम् अग्रे गच्छामः. तत्र विषयः सुलभः एव अस्ति, अतः अस्तु, अग्रिमपुटे, अष्टादशपुटे का शोभा भगिनी पठति वा तत्र? आम् महोदय. न करोति, उच्चैः पठत. आम् न किम्? एषः भीष्मः किम्? आम् एषः भीष्मः. सः अभिमन्युः किम्? आम् सः अभिमन्युः. एषा सरस्वती किम्? न एषा कालिका. तत् स्यन्दनं किम्? न तत् विमानम्. तत्र चित्रं दृष्ट्वा वयं कथं निर्णेतुं शक्नुमः सः अभिमन्युः इति? किं यतः बहु बहवः योद्धारः सत्यं हस्ते चक्रं सरौण्डिङ्ग् इन् इन् सर्कल् तम् आवृत्य बहवः योद्धारः सन्ति. चक्रव्यूहः इति प्रसिद्धा कथा अस्ति. हस्ते अपि चक्रः अस्ति महोदय. हस्ते अपि चक्रः अस्ति वा? हस्ते चक्रः अस्ति वा? तत् चक्रः चक्र न चक्र वा भगिनि? तत् स चक्रम् उपयुज्य एव सत्यं सत्यं समीचीनं भगिनि. अस्तु, हा, अस्तु, हा, समीचीनं, हा, धन्यवादः. अस्तु, शोभ भगिनि, अस्तु, तत्र बहु समीचीनम् अस्ति. अस्तु, नरेश् महोदय, तत्र अग्रिम अभ्यासः तत्र कोष्टके तत्र उदाहरणम् अपि प्रथमं करोतु महोदय तत्र. कोष्टकस्थं चिह्नं दृष्ट्वा उचितानि वाक्यानि लिखत. उदाहरणं, कृष्णः योगेश्वरः किम्? आम् कृष्णः योगेश्वरः. सः सामान्यः न. इदानीम् अग्रिमम्, अर्जुनः गदाधरः किम्? न अर्जुनः धनुर्धरः. किन्तु तत्र वाक्यद्वयम् अपेक्षितमस्ति. अर्जुनः गदाधरः किम्? अर्जुनः गदाधरः किम्? न अर्जुनः धनुर्धरः. सः तत्र उदाहरणे तत्र उत्तरप्रश्नम् एकं वा प्रथमं वाक्यम् अस्ति प्रश्नवाचकं, किन्तु तदनन्तरम् उत्तरद्वयम् अस्ति तत्र. तादृश एव अत्रापि उत्तरं भवितव्यम्. तत्र गदाधरः, तस्य अनन्तरं किं चिह्नम् अस्ति? आम् इति चिह्नम् अस्ति अथवा न इति? प्रथम आम् न गदाधरः, गदाधरः सः अर्जुनः गदाधरः किम् इति तस्य प्रथमम् उत्तरं वदतु, अनन्तरं वदतु सः किं कः अस्ति इति. किन्तु प्रथमः अर्जुनः गदाधरः किम्? न अर्जुनः गदाधरः न. इदानीं वदतु अर्जुनः सः धनुर्धरः. सः धनुर्धरः. इदानीं समीचीनं महोदय, धन्यवादः. अस्तु, वंशीसुधा भगिनी, अग्रिमं. आम् महोदय. धृतराष्ट्रः दृष्टिमान् किम्? धृतराष्ट्रः दृष्टिमान् न. सः अन्धः. समीचीनं. महोदय, एक कोष्टकस्थम् इति शब्दं किं महोदय? कोष्टके इति, कोष्टके यत् अस्ति इति, तादृश अर्थः. स्थम् इति पदं कथं योजनीयं महोदय? स्थम् इति तद् अत्र सप्तमीविभक्ति अर्थे अस्ति. स्थ इति अथवा कोष्टकस्थं न अस्थम् इति न इति मन्ये भगिनि. तत्र तत्र प्रत्यय तादृश अस्ति. इदानीं पर्यन्तं कोष्टके इति पदम् अस्ति, परन्तु इदानीं नूतनपदकोष्टकस्थम् इति. अत्र अहं चिन्तयामि भगिनि, तत् प्रत्यय किमपि अस्ति तत्र, दृष्ट्वा वदामि भगिनि, इदानीं न जानामि. किन्तु प्रश्नः समीचीनः एव. कोष्टकस्थम् इति चिह्नं, कोष्टकस्थ तत्र कोष्टकस्थं चिह्नम् इति तस्य विभक्ति किम् अस्ति तत्र? कोष्ठ सप्तमी न न कोष्टकस्थं चिह्नं, कोष्टकस्थं चिह्नं हा. किन्तु तत्र विभक्ति किं, विभक्ति का तत्र? न न चिह्नम् इति दृश् तदनन्तरम् अस्ति दृष्ट्वा इति. कोष्टकस्थं चिह्नं दृष्ट्वा, दृष्ट्वा इति, दृष्ट्वा इति क्रियापदं, क्रियापदमेव क्रियापदमिव अस्ति खलु दृष्ट्वा इति. तत्र प्रथममस्ति पश्यतु, खलु दृष्ट्वा, दृष्ट्वा किमपि अनन्तरं करोतु, प्रथममस्ति पश्यतु. तत्र किं पश्यतु, पश्यतु इति सकर्मकक्रियापदं वा पश्यति? अत्र चिह्नं पश्यतु इति अस्ति खलु, अतः चिह्नमिति कर्मपदं भवति. अतः द्वितीयविभक्तिरूपम् अस्ति, द्वितीयविभक्ति अस्ति कोष्टकस्थं चिह्नं दृष्ट्वा अस्ति, द्वितीयविभक्ति, द्वितीयविभक्ति अस्ति. तत्र किन्तु कीदृशरूपम् इति वदामि भगिनि. एकः प्रश्नः अस्ति, अस्तु अद्य, अस्तु. इदानीं भानचेतनी महोदय अग्रिमं, दुर्योधनः इति समीचीनं महोदय, अस्तु. उषा भगिनी अग्रिमं. विदुरः राजा किं? विदुरः राजा न, सः मन्त्री. समीचीनं भगिनि. शोभा भगिनी. अब्दुल् कलामः वैज्ञानिकः किम्? आम्, अब्दुल् कलामः वैज्ञानिकः, सः सैनिकः न. समीचीनम्. अत्र आम् न किम् इति तदेव अस्ति विषयः. तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? अस्तु, एतत् अभ्यासपुस्तके अपि दृष्टवन्तः, किन्तु अस्तु, तत्र पुनस्मरणं भवति. अस्तु, अग्रे गच्छामः. नरेश् महोदय, अस्तु, वंशीसुधा भगिनी अग्रे पठति वा तत्र? आम् महोदय. नास्ति बुद्धिः अयुक्तस्य, चापः अस्ति, शरः नास्ति, सिंहासनम् अस्ति, महाराजः नास्ति. अत्र चित्रद्वयम् अस्ति, प्रथमे चित्रे किं किम् अस्ति इति तस्य अधः लिखत, द्वितीयचित्रे तेषु किं किं नास्ति इति तस्य अधः लिखत. यथा अर्जुनः अस्ति, अर्जुनः नास्ति. प्रथमपि करोमि महोदय. चापः अस्ति, चापः नास्ति. तत्र चित्रे चापः इत्युक्ते अस्तु तत्र किन्तु अधोभागे चित्रे चित्रे चापः अस्ति महोदय कृष्णपादे समीपे. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु हा हा हा द्वितीयचित्रे चापः नास्ति महोदय. अस्तु अस्तु अस्तु अस्तु हा अस्तु ओके हा इदानीम् अवगच्छामि भगिनि. अस्तु समीचीनं. हा अन्य कोऽपि वक्तुम् इच्छति वा तत्र किम् अस्ति इति? उषा भगिनि. आम् महोदय कृष्णः अस्ति, ध्वजः अस्ति, चक्रद्वयम् अस्ति, हनुमान् अस्ति. हा अस्तु हा हा किन्तु किन्तु तत्र किं करणीयम् इति किं किम् अस्ति इति तस्य अधः लिखतु. द्वितीयचित्रे किम् अस्तु अस्तु अस्तु अस्तु प्रथमचित्रे एतत् सर्वम् अस्ति. अस्तु समीचीनं भगिनि. प्रथमचित्रे कृष्णः अस्ति, ध्वजः अस्ति, चक्रद्वयम् अस्ति, हनुमान् अस्ति, चापः अस्ति. द्वितीयचित्रे ध्वजः नास्ति, चक्रं नाट् द्विचक्रं ओन्ली लैक् सिङ्गल् चक्रम् अस्ति. अस्तु नास्ति, हनुमान् नास्ति, चापः नास्ति. हा समीचीनं भगिनि. अस्तु हा नरेश् महोदय किमपि वक्तुम् इच्छति वा तत्र? आं महोदय प्रथम अश्वः अस्ति, द्वितीयस्थाने चापः नास्ति, एकं चक्रं नास्ति, हनुमान् नास्ति. हा अस्तु महोदय अस्तु हा अस्ति नास्ति इति हा तत्र जानीमः. समीचीनम् अस्तु तत्र किं कुर्मः. अस्तु तत्र किमपि अन्यत् किमपि नास्ति इति मन्ये तत्र द्रष्टुम्. अस्तु अत्र अग्रिमपुटे पश्यामः. तत्र भानुचेतनी महोदय अग्रिमपुटे पठति वा तत्र? विंशतिपुटे महोदय. तत्र का परिदेवना? अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र. अर्जुनः कुत्र अस्ति? अर्जुनः अत्र अस्ति. भीष्मः कुत्र अस्ति? भीष्मः तत्र अस्ति. भगवान् सर्वत्र अस्ति. कोष्टकं दृष्ट्वा कः कुत्र अस्ति इति वदत. पाण्डवपक्षः समीपस्य अर्थे, दूरस्य अर्थे कौरवपक्षः. अभिमन्युः अत्र अस्ति, भीष्मः तत्र अस्ति, युत्सुः अत्र अस्ति, कृपः तत्र अस्ति, घटोत्कचः अत्र अस्ति, भगदत्तः तत्र अस्ति, द्रुपदः अत्र अस्ति, जयद्रथः तत्र अस्ति, विराटः अत्र अस्ति, दृष्टकेतुः तत्र अस्ति. अस्तु तत्र अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र इति यदस्ति तत्र. अस्तु शोभा भगिनी अग्रे तत्र पठति वा तत्र एतानि वाक्यानि उच्चैः इति? आं महोदय एतानि वाक्यानि उच्चैः पठत. कुरुक्षेत्ररणरङ्गे पाण्डवाः एकत्र तिष्ठन्ति, कौरवाः एकत्र तिष्ठन्ति. महाभारतयुद्धसमये बलरामः अन्यत्र भवति. अग्रे आं महोदय तत्र अन्यत्र इत्युक्ते किं? समवेयर एल्स. एकत्र इति इन् द सेम् प्लेस्. इन् वन् प्लेस् इति सत्यं भगिनि. अस्तु इदानीम् अभ्यासः. अभ्यासः रिक्तस्थानानि पूरयत. स्यूतः अत्र अस्ति, लेखनी अत्र अस्ति, चषकः तत्र अस्ति, वायुः सर्वत्र अस्ति, घटी तत्र अस्ति, पर्वतः कुत्र अस्ति? हा, कुत्र अस्ति प्रश्नवाचकम् अथवा पर्वतः? अन्यत्र अस्ति, तदपि समीचीनम्। अस्तु भगिनि, हा अस्तु, धन्यवादः। हा अस्तु, एतावत् कः कः पठितवन्तः? अस्तु, सर्वे पठितवन्तः इति मन्ये। अस्तु, उषा भगिनी अग्रे अग्रिमपुटे, अहं सर्वस्य प्रभवः इति। अहं सर्वस्य प्रभवः, पश्यत उच्चैः पठत च, षष्टिविभक्तिः, कृष्णः बलरामः, कृष्णस्य भ्राता बलरामः, गान्धारी धृतराष्ट्रः, गान्धार्याः पतिः धृतराष्ट्रः, सुभद्रा अभिमन्युः, सुभद्रायाः पुत्रः अभिमन्युः, महाभारतं व्यासः, महाभारतस्य कर्ता व्यासः, अर्जुनस्य गुरुः द्रोणः, देशस्य नाम भारतम्, अर्जुनस्य आयुधं गाण्डीवम्, दुःशालयाः पतिः जयद्रथः, कौरवसेनायाः नायकः भीष्मः, नद्याः नाम गङ्गा, कादम्बर्याः रचयिता बाणभट्टः, पुस्तकस्य नाम गीतासोपानम्, रामायणस्य कर्ता वाल्मीकिः, नगरस्य नाम इन्द्रप्रस्थम्। तत्र विषयः कः? षष्टिविभक्ति इति विषयः। तत्र कृष्णः इति पदस्य षष्टिविभक्ति किम् अस्ति? एकवचने कृष्णस्य, एकवचने कृष्णस्य। हा, अपि गान्धारी इति पदस्य? गान्धार्याः, गान्धार्याः। हा, अस्तु, सुभद्रायाः इति कस्य पदस्य षष्टिविभक्ति? सुभद्रायाः, सुभद्रायाः इति पदम् अस्ति, तत् कस्य पदस्य षष्टिविभक्ति अस्ति? सुभद्रा। हा, सुभद्रा इति पदस्य षष्टिविभक्ति अस्ति। हा, तत्र एतत् कुर्मः, एकमेकं, नरेश महोदय, अर्जुनस्य तत्र कस्य पदस्य इति वदतु षष्टिविभक्ति। अर्जुनस्य इति कस्य पदस्य षष्टिविभक्ति? अर्जुन पदस्य, अर्जुनः, अर्जुनः इति पदस्य, अर्जुनः, केवलम् अर्जुनः इति वदतु। हा, अस्तु, देशस्य इति, तत् किं? देशः। हा, देशः, अस्तु, तदनन्तरं किं पश्यामः? शोभा भगिनी, दुःशलायाः, दुःशला, अस्तु, विंशतिशतं भगिनि, कौरवसेनायाः, आकारान्त पुल्लिङ्ग, क्षम्यताम्, आकारान्त स्त्रीलिङ्गशब्द कौरवसेना इति, सेना इति, अस्तु। भानुचेतनी महोदय, नद्याः इति कस्य पदस्य षष्टिविभक्ति? नदी, नदी, अस्तु, नदी। तदनन्तरं कादम्बर्याः इति? कादम्बरी, अस्तु। हा, उषा भगिनी, पुस्तकस्य इति? पुस्तकम्। हा, रामायणस्य? रामायणम्। हा, नगरस्य? नगरम्, नगरं, समीचीनं भगिनी। हा, अस्तु, इदानीम् एतत् एव तत्र अभ्यासः, अस्माकम् अभ्यासः अस्ति एषः, षष्टिविभक्ति रूपाणां, तत्र एकवचनं, द्विवचनं, बहुवचन रूपाणि दत्तानि सन्ति। तत्र वंशीसुधा भगिनी अग्रे पठति वा, तत्र अवधेयम् इति यत् अस्ति? अवधेयं महोदय। हा, अवधेयं, कृष्णः कृष्णस्य, गीता गीतायाः, वाणी वाण्याः, चक्रं चक्रस्य, वृक्षः एकवचनरूपमस्ति, वृक्षस्य, द्विवचनम् अस्ति वृक्षयोः, बहुवचनरूपमस्ति वृक्षाणां. सेना इति पदस्य एकवचनरूपमस्ति सेनायाः. द्विवचनम् अस्ति सेनयोः, बहुवचनरूपमस्ति सेनानां. नारी इति शब्दस्य एकवचनरूपमस्ति नार्याः. द्विवचनरूपमस्ति नार्योः, बहुवचनरूपमस्ति नारीणां. ज्ञानम् इति पदस्य एकवचनरूपमस्ति ज्ञानस्य. द्विवचनरूपमस्ति ज्ञानयोः, बहुवचनरूपमस्ति ज्ञानानां. तत्र केवलम् एकमेव वक्तव्यमस्ति, तत्र नारी इति पदे नारीणाम् इति भवति, तत्र णत्वं भवति. रेपः अस्ति अपि वृक्षः अपि, हा वृक्षः अपि वृक्षाणाम् इति अस्ति, तत्रापि णत्वं भवति. हा अस्तु अस्तु, अग्रे पश्यामः. तत्र नरेश महोदय अग्रिमकोष्टकं यत् अस्ति, अभ्यासः, प्रथम अभ्यासः. अभ्यासः कोष्ठके विद्यमानानां शब्दानां साहाय्येन वाक्यानि लिखत. कृष्णः, शङ्खः, पाञ्चजन्यः. उदाहरणं, कृष्णस्य शङ्खः पाञ्चजन्यः. युधिष्ठिरः, शङ्खः, अनन्तविजयः. युधिष्ठिरस्य शङ्खः, अनन्तविजयः. हा समीचीनं महोदय, हा धन्यवादः. शोभा भगिनी अग्रिमम्. नारदः, वीणा, महती. नारदस्य वीणा महती. हा समीचीनं. हा उषा भगिनी. विष्णुः, गदा, कौमोदकी. विष्णोः गदा, कौमोदकी. हा विष्णोः इति, हा तत्र न दत्तम् आसीत् खलु भगिनी, कथं जानाति भवती? सत्यं समीचीनं भवती यत् उक्तं तत् समीचीनमेव. हा केवलं कोष्टके न आसीत्, अग्रे प्रायशः दत्तमस्ति खलु, तत्र वसुः इति अग्रिमपुटे वसुः वसोः इति अस्ति. समीचीनं, हा समीचीनम् अस्ति भगिनि. हा धन्यवादः. अस्तु वंशीसुधा भगिनी अग्रिमम्. शम्भुः, धनुः, पिनाकः. शम्भोः, धनुः, पिनाकः. परन्तु अहं चिन्तयामि अवधेयं प्रथमस्ति अस्ति चेत् सम्यक् अस्ति, अन्ते अस्ति महोदय. किं भगिनि? अवधेयम् इति भागः प्रथमे अस्ति चेत् सम्यक् एव अस्ति, अवधेयम् अन्ते अस्ति. तत्र केवलम् अकारान्त इति आकार, हा पुल्लिङ्गे केवलम् अकारान्तम् एव दत्तम् अस्ति, किन्तु अभ्यासम् अस्ति तदनन्तरम् अवधेयमस्ति. ते चिन्तयन्ति यदि छात्रः, कोऽपि छात्रः प्रश्नस्य उत्तरं वक्तुम् इच्छति, तस्मिन् समये चिन्तयति ओ एतत् अहं न जानामि, तदनन्तरम् अवधेयं तस्य अन्वेषणं करोति. किं भगिनि? अभ्यासं कृत्वा उदाहरणं पश्यतु. सत्यं सत्यं. अस्तु भानुचित्रि महोदय, जानामि भगिनि. भानुचित्रि महोदय अन्तिमं तत्र किं महोदय? तत्र कुत्र? सरस्वती, सरस्वती इति. सरस्वती वाहनं हंसः. सरस्वत्याः वाहनं हंसः. हा समीचीनं महोदय, समीचीनं. इदानीं भवान् एव तत्र अग्रे यत् अस्ति तत् पठतु महोदय, उच्चैः पठतु. उच्चैः पठत, उच्चैः पठत, पठत. मुनेः नाम व्यासः. पाण्डवानां ज्येष्ठः युधिष्ठिरः. कवीनां कवीनां कृतयः काव्यानि. अभिमन्योः पिता अर्जुनः. सेनयोः उभयोः मध्ये रथं स्थापय. गीताध्यायानां प्रथमः अर्जुनविषादयोगः. पितुः आज्ञा पालनीया. रात्रोः क्रिया सखिनी सुभद्रा साधूनां हरित्राणां करणीयं वारिणः संरक्षणं कर्तव्यम् इति तत्र पश्यामः मुनेः नाम व्यासः तत्र मुनेः इति कस्य पदस्य षष्ठी मुनिः तत् वचनं किम् एकवचनम् इदानीं पाण्डवानां ज्येष्ठः युधिष्ठिरः षष्ठीविभक्ति बहुवचनं पाण्डवः पाण्डव अतः पाण्डवानाम् इति पदं तस्य प्रथमविभक्तिरूपं किम् अस्ति इति प्रश्नः अस्ति चेत् पाण्डवानाम् इति षष्ठीविभक्ति अस्ति प्रथमविभक्तौ किं भवति पाण्डवाः इति तदेव वचनं किन्तु केवलं विभक्तिपरिवर्तनं कर्तव्यं पाण्डवानाम् इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति इत्युक्ते पाण्डवाः पाण्डवः इति पदस्य षष्ठीविभक्ति बहुवचनरूपम् अस्ति सत्यं किन्तु यदि प्रश्नः अस्ति पाण्डवानाम् इति पदस्य विभक्तिपरिवर्तनं करोतु प्रथमविभक्तौ किम् अस्ति इत्युक्ते तत्र वचनपरिवर्तनं न करणीयं केवलं विभक्तिपरिवर्तनं करणीयम् पाण्डवाः इति कवीनाम् इति कस्य पदस्य षष्ठीविभक्ति बहुवचनरूपं कविः कवीनां कृतयः काव्यानि इत्युक्ते किम् कवयः लिखितुं लिखित यद्यत् कोऽपि कविः अस्ति अथवा यद्यत् कविः कुर्वन्ति लिखन्ति कृतिः कृतयः इति कृतिः शब्दस्य कृतिः कृतयः इति बहुवचनरूपम् अस्ति तद् कृतिः इति तस्य लिङ्गः कः स्त्रीलिङ्ग मतिशब्दः अस्ति मतिशब्दवत् समीचीनं कृतयः कृतिः इति अहं चिन्तयामि कृतिः इति स्त्रीलिङ्गपदमेव अस्ति इति चिन्तयामि अस्तु यत् कवि कुर्वन्ति तदेव काव्यं कवीनां कृतयः काव्यानि वर्क्स् आफ् पोयट्स् इस् पोयम्स् इति अस्तु अभिमन्योः पिता अर्जुनः तत्र अभिमन्योः इति पदं कस्य पदस्य अभिमन्युः उकारान्त समीचीनं सेनयोः उभयोः मध्ये रथं स्थापय सेनयोः इति किं भवति द्विवचने अस्ति उभयोः इति तदपि द्विवचनम् अस्ति मध्ये रथं स्थापय गीताध्यायानां गीता अध्यायानां प्रथमः अर्जुनविषादयोगः तत्र किम् अस्ति बहुवचनं षष्ठीविभक्ति अपि बहुवचनं इदानीं पितुः आज्ञा पालनीया षष्ठी एकवचनं पितृशब्दस्य इदानीं भ्रात्रोः प्रिया भगिनी सुभद्रा द्विवचनं किमर्थं सुभद्रा समीचीनं समीचीनम् अस्तु साधूनां परित्राणं करणीयं साधूनां षष्ठी बहुवचनम् इदानीं वारिणः संरक्षणं कर्तव्यम् षष्ठी एकवचनम् कथं भवान् जानाति नकारान्तशब्दमहोदय न न हा तत्र अग्रिमपुटे पश्यतु इति तत्र भारी इति अत्र हा अन्ते अपि दत्तमस्ति पेज् 198 तत्रापि दत्तमस्ति किन्तु तत्र मुद्रणदोषः अस्ति तत् अत्र मम पुस्तके अकारान्तनपुंसकलिङ्गम् इति दत्तमस्ति किन्तु इकारान्तनपुंसकलिङ्गशब्दः अस्ति वारि सर्वे पुस्तके अकारान्ते अस्ति हा हा अस्तु हा तत् इकारान्तनपुंसकलिङ्गपदमस्ति वारि वारि वारिणी वारीणि तत्र कीदृशम् इत्युक्ते तत् दृष्टवन्तः खलु पूर्वमपि किं दृष्टवन्तः दधि इति हा दधि दधिनी दधीनि तादृश एव अस्ति वारि तत्र वारिणः इति अस्ति वारिणः वारिणोः वारीणां दधिः किं भवति दधि हा इदानीं षष्टि तत्र नकारः वा अथवा नकारः नकारः एव णत्वं न भवति तत्र दधिनः दधिनोः दधीनाम् इति भवति हा समीचीनं हा अस्तु तत्र वारिणः संरक्षणं करणीयं तत्र वारिणः वचनं किं कर्तव्यं हा वारिणः एकवचनं एकवचनं संरक्षणं कोऽपि वदति वा वारि इति अस्तु अस्तु इदानीम् अग्रे पश्यामः तत्र अग्रिम अभ्यासः तत् वंशीसुधा भगिनी पठति वा अग्रिम अभ्यासः आम् महोदय अभ्यासः कोष्ठके विद्यमानानां शब्दानाम् उपयोगेन वाक्यानि रचयत् आदित्याः विष्णुः करणीयं महोदय अधोभागे उदाहरणं पश्यतु उदाहरणमस्ति भगवान् आदित्यानां विष्णुः आम् महोदय द्वितीयमस्ति पाण्डवाः धनञ्जयः भगवान् भगवान् धनञ्जयः न तत्र आदित्याः इति अस्ति आदित्याः इति बहुवचने अस्ति तस्य षष्टिविभक्तिरूपमस्ति आदित्यानाम् आम् महोदय पाण्डवाः धनञ्जयः पाण्डवानां धनञ्जयः भगवान् पाण्डवानां धनञ्जयः भगवान् पाण्डवानां धनञ्जयः आम् महोदय हा इति शोभा भगिनी अग्रे वेदाः वेदाः वचनं किं वेदाः बहुवचनं वेदः अस्ति वा वेदः न वेदाः एव अस्ति वेदाः बहुवचनं वेदस्य एकवचने अस्ति वृक्षयोः भगवान् वेदानां सामवेदः एतत् भगवद्गीतायाम् आगच्छति खलु अहं वेदानां सामवेदः इति तदेव अस्ति भगवान् वेदानां सामवेदः अग्रिमं भगवान् रुद्राणां शङ्करः इति अस्ति नरेश महोदय अग्रिमं माताः मार्गशीर्षः भगवान् मातानां मार्गशीर्षः देवाः वासवः भगवान् देवानां वासवः अग्रिमं नक्षत्राणि भगवान् नक्षत्राणां शशी शशी इति अस्ति. हा समीचीनं महोदय. अस्तु उषा भगिनी अग्रे. इन्द्रियाणि मनः भगवान् इन्द्रियाणां मनः. भूतानि भूतानि भगवान् भूतानां चेतना. अक्षराणि अकारः भगवान् अक्षराणाम् अकारः. हा अक्षराणाम् अकारः इति इत्युक्ते किम् एतत् भगवान् रुद्राणां भगवान् वेदानां सामवेदः इत्युक्ते किम्? हा वेदाः वेदानां मध्ये अहं सः वदति अहं सामवेदः अस्मि हा इति सः वदति. हा तत्र नाम इति षष्टिविभक्तिरूपस्य प्रयोगः तस्य अर्थः कः इत्युक्ते अमोङ्ग् इति. तत्र सप्तमी अपि भवितुम् अर्हति. हा वेदेषु अहं सामवेदः तदपि प्रायशः प्रयोगः समीचीनमेव अस्ति. किन्तु षष्टि किमर्थं चेत् तदेव भगवद्गीतायामपि अस्ति इति. अस्तु तत्र हा शोभा भगिनी भवती एव तत्र अग्रिमम् अवधेयम् इति पठति वा तत्र. अवधेयम् एकवचने द्विवचने बहुवचने कविः कवेः कव्योः कवीनां वसुः वसोः वस्वोः वसूनां पिता पितुः पित्रोः पितॄणां वारि वारिणः वारिणोः वारीणां मधु मधुनः मधुनोः मधूनां सेनानिः सेनान्यः सेनान्योः सेनानीनां. हा हा तत्र बहुवचने एकं पश्यतु तत्र इकारं इकारान्तपदं वा उकारान्तपदं वा ऋकारान्तपदं वा कविः इति अस्ति इकारान्तपदं. तत्र बहुवचने किं भवति तस्य रूपं षष्टिविभक्ति बहुवचनं कवीनां भवति. कवीनाम् इति इकारः ह्रस्व इकारः अस्ति किन्तु बहुवचन षष्टिविभक्तौ दीर्घ इकारः कवीनाम् इति. वसुः तद्भवति ह्रस्व उकारः अस्ति अस्ति हा बहुवचने वसूनां दीर्घ उकारः भवति दीर्घ उकारः अस्ति. पिता इति शब्दः तत्र पितृ इति अस्ति पितृ उकारान्तः ऋकारः ऋकारः ऋस्व ऋकारः ऋस्व ऋकारः ऋकारः बहुवचने दीर्घ ऋकारः भवति पितॄणां. हा वारि वारि ह्रस्व इकारः बहुवचने दीर्घ ईकारः भवति वारीणां वारीणां वारीणां मधु ह्रस्व उकारः बहुवचने मधूनां दीर्घ ऊकारः भवति सेनानीः दीर्घ ईकारः तत्र दीर्घ ईकारः एव अस्ति तत्र भेदः नास्ति भेदः नास्ति. हा तत्र एकः वक्तव्यमस्ति एकनिमिषः तद् दृष्ट्वा अहं वदामि तत्र तदेव तदेव अहं तत्र तत्र अहं न जानामि किमर्थम् एतद् तत्र दत्तम् अस्ति इति. हा किन्तु सेनानीः इति पदं पुल्लिङ्गपदम् अस्ति दीर्घ इकार पुल्लिङ्गपदम् अस्ति सेनानीः इति. हा तत् स्त्रीलिङ्गपदं नास्ति. हा सेनानीः इति स्त्रीलिङ्गम् अस्ति. हा सेना स्त्रीलिङ्गम् अस्ति सत्यं किन्तु सेनानीः इति सेनापति इति अर्थे सेनापति हा इति अर्थे सेनानीः इति तत्तु पुल्लिङ्गपदम् अस्ति. तत् सेनानीः सेनान्यो सेनान्यौ सेनान्यः इति इति भवति. तत्र सेनान्यः सेनान्योः सेनानीनां सेनान्यौ सेनान्योः सेनानीषु इति. तत्र तद् विशेषपदमस्ति. हा, दीर्घ इकारः वयं बहु न पश्यामः. तद् दीर्घ इकारसेनानीपदम् अस्ति. हा, किन्तु न जानामि किमर्थम् अत्र स्थापितमस्ति एतत् पदम्. महोदय, चक्री दीर्घ ईकारान्तः पुंलिङ्गपदम् एव अस्ति. तत् पदस्य किं पदं भगिनि? चक्री. चक्री, चक्री वा? चक्री दीर्घ ईकारः. चक्री, शङ्की, चक्री. हा, शङ्की, चक्री. हा, अस्तु अस्तु अस्तु अस्तु. तत् तत्र दीर्घ इकारः अस्ति वा? हा, आं महोदय, नास्ति वा? चक्री, शङ्की, चक्री. शङ्की, चक्री च नन्दकी, देवकी. हा, द्रष्टव्यं भगिनि. हा, प्रश्नः समीचीनमेव अस्ति. अस्तु, द्रष्टव्यम्. अस्तु, अस्तु, द्रष्टव्यं भगिनि. अस्तु, प्रायशः तदेव अत्र सेनानी तादृशरूपं प्रायशः अस्ति. किन् अहम् एतद् शब्दमञ्जर्याम् अथवा कुत्रापि अहं केवलम् एतदेव ईकारन्त पुल्लिङ्गपदं दृष्टवान्. किन्तु यदि चक्री अपि तादृश अस्ति चेत् समीचीनं. हा, अहं न जानामि महोदय. किन्तु पुनरेकवारं दृष्ट्वा वदामि भगिनि. अस्तु, अस्तु, तद् अस्तु. तत्र अभ्यासः किं कुर्मः? तत्र एतत् कर्तुं शक्नुमः. तत्र गीतायाः श्लोकस्य तद् दृष्ट्वा एव वक्तुं शक्नुमः इति कृत्वा. हा, अस्तु, अधोभागे यदस्ति तत् कुर्मः. अग्रिमवर्गे यत् गीताश्लोकान् दृष्ट्वा तृतीय अभ्यासः कर्तुं. हा, उषा भगिनी कः उक्तवती? उषा भगिनी वा? आम् महोदय. अस्तु अस्तु भगिनि, भवती एव वदतु किं किम् अस्ति इति. हा, अस्तु. अभ्यासः गीतायाः दशमस्य अध्यायस्य तत् संख्या तत्तत्संख्याकं श्लोकं परिशील्य रिक्तस्थानानि पूरयत. उदाहरणं, भगवान् सेनानीनां स्कन्दः. प्रथम महर्षीणां भृगुः. स्थावराणां हिमालयः. सर्ववृक्षाणाम् अश्वत्थः. देवर्षीणां नारदः. गजेन्द्राणाम् ऐरावतः. आयुधानमहं वज्रम्. सर्पाणामस्मि वासुकिः. नागानाम् अनन्तः. पितॄणाम् अर्यमा. विद्यानाम् अध्यात्मविद्या. अध्यात्मविद्या, अस्तु भगिनि. हा, धन्यवादः भगिनि, बहु समीचीनमस्ति. हा, धन्यवादः. अस्तु, अस्तु, तत्र षष्टिविभक्तिरूपस्य प्रयोगः जातः. इदानीं तत्र कीदृशरूपम् इति पश्यामः. अधोभागे यत् अस्ति तत्र कः पठति? हा, भानुचित्री महोदय, तत्र अधोभागे उच्चैः पठत इति यत् अस्ति. महोदय, बुद्धेः भेदः न जननीयः. हा, तत्र किं पदं षष्टिविभक्तौ अस्ति तत्र? बुद्धिः. बुद्धेः. बुद्धिः वा बुद्धि वा तत् प्रथम विभक्ति वदनीयं वा? न, किं हरिः हरेः इति अस्ति चेत् बुद्धिः. हरिपदं वा हरिः पदं वा किं वदनीयं? इकारान्तपदम् इति महोदय, हरिपदम्. आम् महोदय. हा, रामपदं पदम् अस्ति प्रातिपदिकमस्ति रामः, अकारान्तपदं प्रथमाविभक्तिरूपम् अस्ति रामः. रामपदम् इति वदनीयं वा? हा, प्रातिपदिकं राम अकारान्त पुल्लिङ्गरामपदम् अथवा प्रथमाविभक्तिरूपम् अस्ति रामः इति, तदपि सम्यक् एव अस्ति महोदय. अग्रिमवाक्ये धनोः पुत्रः दानवः. कस्य तस्य पदस्य षष्ठी विभक्तिः अस्ति धनोः, धनुः इति. धनुः अस्तु. विभक्तिः विभक्तिः अस्ति स्त्रीलिङ्गपदं. तस्य विभक्तिः षष्ठी विभक्तिः धनोः अस्ति. अस्तु, धनोः अस्तु. अग्रे वंशीसुधा भगिनी, अग्रिमद्वयम्. आं महोदय, गत्योः शुक्ला गतिः श्रेष्ठा इति वाक्ये गत्योः इति अहं चिन्तयामि गतिशब्दस्य द्विवचनरूपम् अस्ति गत्योः. गत्योः समीचीनं भगिनि. परन्तु अर्थं किं महोदय? गत्योः भगवद्गीता द्रष्टव्यं भगिनि. एतत् सर्वं एतत् सर्वं तस्मात् एव आगतम्. धृतीनां तामसी अधमा. धृतीनाम् इति पदं बहुवचनरूपम् अस्ति. धृती शब्दवत् इकार, धृतिः इति पुल्लिङ्गशब्दं वा महोदय? धृतिः इकारान्तपुल्लिङ्गशब्दम्? हा, धृति इति अस्ति पुल्लिङ्ग वा स्त्रीलिङ्ग वा न जानामि. वा इति न जानामि, अहं न जानामि. द्रष्टव्यम् अस्ति, किन्तु रूपमस्ति षष्ठी विभक्ति बहुवचनरूपम्. बहुवचनरूपम् अस्तु. इदानीं तत्र नरेश महोदय, अग्रिमद्वयम्. चम्वाः नायकः दृष्टद्युम्नः. चमुः शब्दः षष्टिविभक्ति चम्वाः. चम्वाः चमु इति पदं, हा, तत्र चम्वाः अत्रापि. हा, अग्रिमपुटे पश्यतु महोदय तत्र. हा, अग्रिमपुटे पश्यतु तत्र अवधेयम् इति अग्रिमपुटे अस्ति. चमुः चम्वाः चम्वोः चमूनां षष्टिविभक्ति एकवचनं चम्वाः. तत्र चमु इति स्त्रीलिङ्गे अस्ति, ऊकारान्त स्त्रीलिङ्गपदम् अस्ति. ध्रुवोः मध्ये प्राणः आवेशनीयः. ध्रुवोः ध्रुवि द्विवचनं षष्टिविभक्ति भ्रुवोः. द्विवचनं द्विवचनम् अस्ति. भ्रू इति ऊकारान्तपदम् अस्ति भ्रू इति. तत् एकनिमिषः अहं वर्गात् पूर्वं दृष्टवान् किन्तु तस्य लिङ्गं किं. भ्रू भ्रू इति ऊकारान्तपदम् अस्ति. भ्रूपदं, तत् एकनिमिषः अहं दृष्टवान् एतदेव. भ्रू तत् वदामि, तदनन्तरं विरमाम. भ्रूशब्दवत् भ्रूशब्दः किमस्ति? पुल्लिङ्गशब्दं वा? ब्रू इति ब्रू मध्ये प्राणम् अन्वेषणीयः इति ब्रू इति ऐब्रो ऐब्रोस् इति अहं चिन्तयामि. सत्यं सत्यं हा, केवलं तत् उकारान्ते एव अस्ति. लिङ्गं लिङ्गं किम् इति तदेव प्रश्नात् तदनन्तरम् अन्यत् किमपि नास्ति. अस्तु, स्त्रीलिङ्गपदम् अस्तु. हा हा अस्तु अस्तु अस्तु अस्तु अस्तु हा हा समीचीनम् अस्तु. हा अस्तु, अग्रे यत् अस्ति तद् गृहपाठेन कुर्मः. अस्तु, तत्र समयः जातः इति कृत्वा. अस्तु, अस्तु अस्तु विरमामः. सर्वेभ्यः नमस्कारः, धन्यवादः. मिलामः, अहं गृहपाठमपि प्रेषयामि ईमेल् द्वारा. अस्तु, नमस्कारः सर्वे. धन्यवादः धन्यवादः महोदय. धन्यवादः, नमस्कारः.